इति अहं वदामि स्म यत् पूर्वतने वर्गे वयं कथां पठितवन्तः, तत् कथां तु अधीतवन्तः वयं खलु. अतः अध्ययनमिति जानाति खलु, अध्ययनम् अध्ययनं न जानाति, स्टडि पठति इति अध्ययनं. तु वयम् अधीतवन्तः कथाम्, अपि च तत्र गृहपाठरूपेण सर्वे उत्तराणि लिखितवन्तः इति अहं मन्ये. अतः समयस्य सदुपयोगः पुनः यदि वयं पश्यामः तानि उत्तराणि पुनः पश्यामश्चेत् तत्र समयस्य सदुपयोगः न स्यात् इति अहं चिन्तयामि. अग्रे गच्छेम. कोऽपि प्रश्नः अस्ति तत्र चेत् अन्यवाचा अस्ति. प्रश्नः अस्ति वा? एकः पाठे एकः अस्ति. प्रवेक्ष्यामि तत् शब्दस्य वर्तमानकालरूपम् अहं मन्ये प्रविशामि. सत्यं प्रवेक्ष्यति इति प्रविशति. प्रवेक्ष्यामि, प्रविशति, प्रविशामि. विशति धातुः तत्र. अस्तु, अन्य कोऽपि प्रश्नः अस्ति? अग्रे गच्छेम. महोदय, वदतु. द्वे अभ्यासं द्वितीयम् अभ्यासं वानराः द्वे अभ्यास द्वे वानराः मृष्टिभिः मस्तकान् ताडयिष्यन्ति. वानराः मुष्टिभिः मस्तकान् ताडयिष्यन्ति. उत्तरं कः भवति? काभिः अथवा कैः? अत्र वार्ता अस्ति यत् नाम प्रश्नः अस्ति यत् मुष्टिः इति शब्दः पुल्लिङ्गशब्दः अस्ति अथवा स्त्रीलिङ्गशब्दः? पुल्लिङ्गशब्दः. मुष्टिभिः श्रीलिङ्गशब्दः. अत्र मया लिखितमस्ति यत् पुल्लिङ्गशब्दः अस्ति चेत् फिस्ट्, स्त्रीलिङ्गशब्दः अस्ति चेत् ग्रिप् इति मया लिखितमासीत् बहु पूर्वं. तर्हि तथा अस्ति चेत् अत्र किं कस्मिन् अर्थे अस्ति इति द्रष्टव्यमस्ति. किन्तु अन्यत्र लिखितमासीत् यत् उभयत्र लिङ्गं भवति. अत्र उत्तरमस्ति यत् पुल्लिङ्गे अस्ति चेत् रूपं किं भवति? कैः. स्त्रीलिङ्गे अस्ति चेत् आभिः. अतः तम् आदादिकृत्य तत्र नाम स्पष्टतया वक्तुं न शक्नोमि यत् पुल्लिङ्गः अस्ति अथवा स्त्रीलिङ्गः. किन्तु स्त्रीलिङ्गशब्दः अस्ति चेत् काभिः, पुल्लिङ्गशब्दः अस्ति चेत् तत्र कैः. प्रायः अत्र नाम पुस्तके काभिः दत्तमस्ति इति अहं मन्ये. अस्तु, अग्रे. अग्रे पञ्चमाभ्यासम् अभ्यासे वदतु. पञ्चमाभ्यासे संख्या द्वे. यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्षति. भेदः कः भवति? प्राणान् त्यक्षति च प्राणं त्यक्षति? यतोहि प्राणः शब्दः नित्य बहुवचनान्त शब्दः अस्ति. प्राणान्, प्राणाः, जीवने प्राणाः भवन्ति. कति प्राणाः सन्ति? पञ्चप्राणाः सन्ति. अतः एकवचने न भवति. तादृशवाक्यमपि अस्ति, कथायामपि अस्ति वाक्यं. किन्तु कारणं तदेव अस्ति. अस्तु, इदानीं नवदशाधिकशततमे पुटे अग्रिमपाठः अस्ति, पञ्चमी विभक्तिः. तर्हि अत्र लक्ष्मी भगिनी कृपया पठतु. गाण्डीवं स्रंसते हस्तात् पञ्चमी विभक्तिः पठता अवगच्छता च. अर्जुनः रथात् अवतरति. कृष्णः मथुरायाः आगच्छति. गोपिकाः नद्याः जलम् आनयन्ति. पाण्डवाः राजभवनात् गच्छन्ति. पञ्चमी विभक्तिः. लोभः लोभात् लोभाभ्याम् लोभेभ्यः. आननम् आननात् आननाभ्याम् आननेभ्यः. आननं नाम मुखम्. जिह्वा जिह्वायाः जिह्वाभ्याम् जिह्वाभ्यः. नदी नद्याः नदीभ्याम् नदीभ्यः. अस्तु, समीचीनमस्ति. अस्तु अग्रे उच्चैः पठत जानीत च. हिमागिरेः गङ्गा प्रवहति. अम्बा पानीभ्यां कङ्कणानि निष्कासयति. अत्र प्रथमवाक्यं स्पष्टं स्यात्. प्रथमवाक्यं स्पष्टं. हिमगिरेः गिरिः नाम गिरिः पर्वतः. पर्वतः, हा सम्यक्. तर्हि हिमगिरेः गङ्गा प्रवहति. अस्तु, तर्हि गङ्गा एव आगच्छति. अतः पञ्चमी. हिमगिरे तत्र तस्य आरम्भं भवति. तदनन्तरं हिमगिरौ गङ्गायाः आरम्भम् अस्ति. आरम्भः अस्ति. तस्मात् अधः गच्छति. द्वितीयवाक्यं निष्कासयति. तत्र निष्कासयति नाम किमपि स्यूतः अस्ति. स्यूते पुस्तकमस्ति. अहं स्यूतात् निष्कासयामि. स्थापयामि निष्कासयामि. अम्बाः नाम हस्तः. ओ, हस्तः. हस्तः कङ्कणानि कङ्कणानि अस्तु कङ्कणानि निष्कासयति. तैः त्यजति. अस्तु अग्रे सन्ध्या भगिनी पठति वा अग्रे तृतीयवाक्यं. गिरिभ्यः नद्यः प्रवहन्ति इति वाक्यं स्पष्टं स्यात्. अस्तु, इक्षोः शर्करां निर्मान्ति. अस्तु अस्तु, सम्यक् अस्ति. त्रीणि अथवा चत्वारि चतुर्थवाक्यं चतुर्थ इक्षोः शर्करां निर्मान्ति. हा, अत्र इक्ष इक्षः नाम तत्र शर्करा जानाति खलु, शर्करा मधुरा. हा, शर्करा तत्र सस्यं, यत् सस्यमस्ति यत्र शर्करा, यतः शर्करा आगच्छति तत्र इक्षः इति उच्यते. सस्यस्य नाम क्षम्यतां, तत्र इक्षुः इति इक्षुः इति अस्ति मूलरूपम्. इक्षुः, इक्षोः इति प्रथमं, इति प्रथमविभक्तिः अस्ति, पञ्चमविभक्तिः अस्ति. अस्तु, अग्रे रविमहोदय, अग्रे. रामः बाहुभ्याम् आभरणानि अपसारितवान्. शिष्याः गुरुभ्यः पठन्ति. भरतः भ्रातुः पादुके स्वीकृतवान्. सुप्रुतः मातापितृभ्याम् आशीर्वादं प्राप्नोति. भ्रातुः, भ्रातुः इति मूलरूपं किं? भ्राता. मूलरूपं किं? भ्रातृ. भ्रातृ, अस्तु अस्तु. भ्रातः, भ्रातृ इति मूलरूपम् अस्ति. ऋकारान्तशब्दः अस्ति. अस्तु महोदय, अग्रे. सुपुत्रः मातापितृभ्याम् आशीर्वादं प्राप्नोति. गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्. दध्नः नवनीतं भवति. अस्तु, अत्र दध्नः इत्यस्य मूलरूपं किम्? दधि. तत्र लिङ्गं किं? नपुंसकलिङ्गः, अतः नकारः अस्ति तत्र, नो चेत् नकारः न भवति स्म. इकारान्तशब्दः पुल् नपुंसकलिङ्गे अस्ति एव, तत्र पञ्चमे दध्नः. यथा वस्तुशब्दः अपि तथा, वस्तुनः वस्तुशब्दः तत्र नपुंसकलिङ्गशब्दः अस्ति. अनन्तरं दधि, अनन्तरं मधु अपि तथा. अन्य इकारात् शब्दः अन्य आसीत् वारि. हा, वारिशब्दः अपि तथा, तत्र नकारः आगच्छति अत्र. अस्तु, सम्यक् अस्तु. सुब्रह्मण्यं महोदय, माता मथनः पिपीलिकां निवारयति. देवः मधुनः, तत्र मधु इति नपुंसकलिङ्गे अस्ति अतः नकारः अस्ति. देवः दुर्गत्याः अस्मान् रक्षति. मूलरूपं किम्? दुर्गः, दुर्गत्या. मूलरूपं दुर्गतिः, दुर्गति, दुर्गति, दुर्गत्या. वयं जानीमः यत् यत्र तकारे इकारः अन्ते अस्ति तत्र प्रायः स्त्रीलिङ्गशब्दः अस्ति. दुर्गतिः, दुर्गत्याः, दुर्गत्याः तत्र पञ्चमी अस्ति खलु. तत्र विकल्पः भवति न वा तत्र? विकल्पः भवति वा तत्र? सन्ध्या भगिनी, तत्र विकल्पः अस्ति न वा? दुर्गतिः तत्र दुर्गत्याः इति अस्य अन्यत् रूपं भवति वा विकल्पेन? न, भवती श्रुतवती अत्र. नाम किं दुर्गत्याः इति मूलरूपं किं भवति वदतु? अस्तु, दुर्गतिः, दुर्गति भवती एकं वदतु यत् यदा जनाः वदन्ति तदा भवती श्रोतुं शक्नोति वा श्रोतुं शक्नोति वा वर्गे ये जनाः वदन्ति तेषां ध्वनिं भवती श्रोतुं शक्नोति वा आम् शक्नोमि परन्तु दुर्गत्याः अर्थः अन्वेषणं करोमि इदानीं दुर्गतिः गतिः अत्र गतिः सामान्यतया गतिः इत्युक्ते गमनं गच्छति गतिः इत्युक्ते गमनं किन्तु गतिशब्दस्य बहवः अर्थाः सन्ति तर्हि गतिः अपि स्थितिः इति अर्थः भवति स्थितिः अथवा अवस्था स्थितिः कण्डिशन् दूर् सत्यं दुर्गतिः तर्हि दूर् नाम असमीचीनं सुगतिः सु इत्युक्ते समीचीनं सु दूर् इति असमीचीनं तर्हि दुर्गतिः नाम स्थितिः समीचीना न तर्हि दुर्गतिः इति स्त्रीलिङ्गशब्दः इकारान्तः तत्र विकल्पेन रूपद्वयम् अस्ति न वा तत्र इकारान्तशब्दः स्त्रीलिङ्गे रूपद्वयं भवति खलु इति अस्ति सम्यक् तत्र मुनिः इति तु अस्ति एव पुल्लिङ्गे अनन्तरं नदी अस्ति नदी इत्यस्य नद्याः मुनिः इत्यस्य मुनेः तर्हि रूपद्वयं भवति स्त्रीलिङ्गे मुनिशब्दवत् अपि च नदीशब्दवत् अस्तु बहु सम्यक् अस्ति तर्हि अग्रेसरेम भवानपि सदैव महोदय अत्र त्रयोदश काकस्य चञ्च्वाः अपूपं पतति अपूपः इति भोजनमिति किञ्चित् भोजनमस्ति भोजनं तर्हि चञ्चुः इति रूपं पदमस्ति चञ्चुः चञ्चुः चञ्चुः नाम तत्र काकः इति जानाति वा काकः इति तत्र बहिः गत्वा तत्र ओ पक्षिः अस्ति ओ बहु नाम तस्य ध्वनिः बहु अधिकमस्ति का इति कुर्वन्ति काकः इति अस्ति काकः तत्र काकस्य मुखमस्ति चञ्चुः चञ्चुः तर्हि काकस्य चञ्च्वाः इति का विभक्तिः अस्ति पञ्चमी इति जानाति वा पञ्चमी इत्यस्य अर्थः रविमहोदय पञ्चमी विभक्तेः अर्थः कः संस्कृतेन आङ्ग्लां न जानीमः न जानीमः अल्पकष्टं भवति संस्कृतेन पञ्चमी विभक्ति अर्थं तत्र नाम सुलभतया वक्तुं शक्यते शप भगिनि पञ्चमीविभक्तिः अर्थः आरम्भे पञ्चमीविभक्तेः अर्थः कः साधारणतया तस्मात् पतति नाम यदि कोऽपि न जानाति पञ्चमीविभक्तिः नाम पञ्चमीविभक्तेः तत्र अर्थः कः ओ एवम् आरम्भे अपूपम् एतद् वाक्यं न ओ एतद् वाक्यं ओ ओ ओ यदा आरम्भे आसीत् ततः तदनन्तरं तस्मात् गच्छति यतः अतः वयं पञ्चमी विभक्ति विभक्तेः उपयोगं कुर्मः. सत्यं सत्यम्. अन्यत् अन्यः शब्दः अस्ति मनसि वा पञ्चमीविभक्तेः अर्थः? अतः इति शब्दः नास्ति, किन्तु वयं अविच्छेदः विच्छेदः अथवा विभागः एवम् एवं वक्तुं शक्नुमः. विच्छेदः अथवा विभागः अस्ति अथवा वियोगः. वियोगः विभागः विच्छेदः तत्र प्रवि महोदय एतत् सर्वम् अवगच्छति वा? तर्हि अग्रे अग्रे यदि अहं पृच्छामि यत् पञ्चमविभक्तेः अर्थः कः, भवान् किं वदिष्यति? तदेव नाम वयं यत् उक्तवन्तः तत् वदतु. अहं विभक्तिवल्लरी पुस्तकेन पठामि. न, इदानीं वयं बहु किमपि उक्तवन्तः. लक्ष्मीभगिनी भवती वदतु पञ्चमीभक्तिः एतस्य वाक्ये. न, पञ्चमीभक्तेः अर्थः कः? वियोगः विभागः विच्छेदः एतादृश अर्थः अस्ति. मनसि शब्दत्रयं भवति चेत् पर्याप्तं. पञ्चमीभक्तेः अर्थः अस्ति वियोगः, बस् वियोगः, विभागः अथवा विच्छेदः. तदेव किन्तु अपि कोऽपि यः पाठयति तस्मात् न तस्य नाम सम्बन्धे पञ्चमी विभक्तेः उपयोगं कुर्मः. अहं भवतः संस्कृतं पठामि, तर्हि भवान् मां मह्यं संस्कृतं पाठयति, अतः भवतः भवान् नाम केवलं वियोगः अथवा विभागः अथवा विच्छेदः इति न केवलं, किन्तु मुख्य अर्थः मुख्यः, तत्र मुख्यः अर्थः अस्ति. तत्र प्रत्येकस्याः विभक्तेः भिन्नभिन्नरीत्या अर्थाः सन्ति, किन्तु मुख्य अर्थः कः, तावदेव अस्ति. अस्तु अग्रे सरेम. तर्हि काकस्य चञ्च्वाः. अस्तु अपूपं पतति. अस्तु अग्रे. जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति. जनाः धेनुभ्यः धेनुः इति जानाति खा. धेनुभ्यः वचनं किम् अत्र? बहुवचनं. बहुवचनम् अस्तु. अभिनव महोदय अग्रे. सः मातुः अनुग्रहं प्राप्नोति. अनुग्रहम् इत्युक्ते सर्वे मातृभ्यः आशीर्वादं प्राप्नुवन्ति. अस्तु सम्यक् अस्ति. अस्तु अनुग्रहः. अनुग्रहः नाम आशीर्वादः. आशीर्वादः अस्तु अग्रे महोदय. अपूपम् अपूपम् इति भोजनविशेषः. तत्र भोजनविशेषः अस्ति. अहं न कदापि दृष्टवान् प्रायः दृष्टवान् चेत् तत्र कुत्र अस्ति दक्षिणभारते अस्ति वा दक्षिणभारते अस्ति यथा रोटिकम् अस्ति तादृशमस्ति वा ओ अस्ति ओ अस्ति माधुर्यम् अस्ति किन्तु एकम् अस्तु अहं न जानामि किन्तु तत् भोजनविषयः अस्ति भोजनविशेषः अस्तु अग्रे गच्छेम तर्हि अग्रे एतानि रूपाणि उच्चैः पठतः पञ्चमविभक्तिः वृक्षः वृक्षात् वृक्षाभ्यां वृक्षेभ्यः कृष्णः कृष्णात् कृष्णाभ्यां कृष्णेभ्यः पठामः अग्रे गुणः अग्नेः अग्निभ्याम् अग्निभ्यः गुरुः गुरोः गुरुभ्यां गुरुभ्यः कर्ता कटुः कर्तृभ्यां कर्तृभ्यः इति पुल्लिङ्गशब्दाः अग्रे स्त्रीलिङ्गशब्दाः अग्रे शाखा शाखाभ्यां शाखाभ्यः मतिः मत्याः मतेः मतिभ्यां मतिभ्यः अत्र पश्यन्तु तत्र रूपद्वयमस्ति खलु यथा गतिः आसीत् तर्हि मुनिशब्दवात् अपि च नदीशब्दवात् अस्तु नदी नद्याः नदीभ्यां नदीभ्यः देव्याः देव्याः अस्तु तत्र मम हिन्दी अभ्यासः तत्र दैवी अस्तु वदामः पुनः दैवी दैव्याः दैवीभ्यां दैवीभ्यः अस्तु अग्रे धेनुः धेन्वाः धेनोः धेनुभ्यां धेनुभ्यः वधूः वध्वाः वधूभ्यां वधूभ्यः अत्र दीर्घः उकारान्तशब्दः अस्ति मनसि भवेत् दीर्घ उकारान्तः अग्रे माता मातुः मातृभ्यां मातृभ्यः इति स्त्रीलिङ्गशब्दाः इदानीं नपुंसकलिङ्गशब्दाः स्यन्दनं स्यन्दनात् स्यन्दनाभ्यां स्यन्दनेभ्यः वारि वारिनः वारिभ्यां वारिभ्यः मधु मधुनः मधुभ्यां मधुभ्यः तर्हि तत्र पश्यन्तु वारि इत्यस्य वारिणः मधु इत्यस्य मधुनः तत्र नकारः अस्ति सर्वत्र एकवचने अस्तु तर्हि अग्रे सरेम इदानीं शुभा भगिनी तत्र प्रथमाभ्यासं करोतु पञ्चमी विभक्तिरूपाणि लिखित देशात् देशभ्यां देशेभ्यः यतेः यतिभ्यां यतिभ्यः यन्यात् यन्याभ्यां यन्येभ्यः मृत्योः मृत्युभ्यां मृत्युभ्यः मुनिभ्यां एकवचने मुनेः मुनिभ्यां मुनिभ्यः बहुवचने मुनिभ्यः बहुवचने अतिथिभ्यः तै अतिथ्याः अतिथिभ्याम् अतिथिभ्यः अतिथि इति पुलिङ्गशब्दः अति पश्यतु ओ पुलिङ्गशब्दः ओ अर्थै अतिथेः सत्यम् अतिथिः अतिथिः जानाति खलु अतिथिः यः गृहम् आगच्छति अतिथिः पुल्लिङ्गशब्दः अतिथेः अतिथिभ्याम् अतिथिभ्यः अधिकं करोमि करोमि अग्रे गच्छेम अत्र लक्ष्मी भगिनी बहुवचनं विद्यालयात् विद्यालयाभ्यां विद्यालयेभ्यः एकवचनरूपं वस्तुनः वस्तुभ्यां वस्तुभ्यः स्थालिकायाः एकवचनरूपं स्त्रीलिङ्गं स्थालिकायाः स्थालिकाभ्यां स्थालिकाभ्यः नेतृ बहुवचनरूपं नेतृभ्यः नेतुः नेतृभ्यां नेतृभ्यः वीथिभ्यां नेतुः नेतृभ्यां नेतृभ्यः अग्रे वीथि इति शब्दः अस्ति स्त्रीलिङ्गशब्दः मार्गः इति अर्थः मार्गः अत्र वीथि इति स्त्रीलिङ्गशब्दः नदीवत् वीथ्याः वीथिभ्यां वीथिभ्यः वीथ्याः खलु वीथ्याः वीथिभ्यां वीथिभ्यः मातृभ्यां द्विवचनरूपं मातुः मातृभ्यां मातृभ्यः अस्तु अग्रे सन्ध्या भगिनी वक्तुमिच्छति वा अग्रे अहं शृणोमि श्रुणोति वा प्रयासं करोतु एकवारं लिखति अस्तु अस्तु अस्तु तर्हि दैव्याः एकवचनं दैव्याः दैवीभ्यां दैवीभ्यः सूक्तेः एकवचनं सूक्तेः सूक्तिभ्यां सूक्तिभ्यः अत्र सूक्तिः सूक्ति इति स्त्रीलिङ्गशब्दः अपि च नै दैवी इति स्त्रीलिङ्गशब्दः बीजाभ्यां बीजात् बीजाभ्यां बीजेभ्यः अत्र नपुंसकलिङ्गशब्दः अस्ति बीजं बुद्धेः बुद्धेः बुद्धिभ्यां बुद्धिभ्यः लिङ्गं किम् एवं बुद्धिः द्रष्टव्यमस्ति इदानीं स्मरणं नास्ति बुद्धिः श्रीलिङ्गशब्दः एव अस्तु अग्रे तर्हि रूपद्वयमस्ति वा बुद्धेः द्वितीयरूपं किं बुद्धेः बुद्धिभ्यां बुद्धिभ्यः राज्यात् एकवचनं राज्यात् राज्याभ्यां राज्येभ्यः अस्तु सम्यक् अस्तु रवि महोदय अग्रे पठतु कृपया संस्कृतिभ्याम् किम् संस्कृतेः संस्कृतिभ्यां संस्कृतिभ्यः सम्यक् अस्तु अग्रे पठतु संस्कृते संस्कृति इत्यस्य लिङ्गं किं लिङ्गं किम् सामान्यतया यः कोऽपि शब्दः यस्य अन्ते ति अस्ति सामान्यतया श्रीलिङ्गशब्दः अस्ति श्रीलिङ्गशब्दः श्रीलिङ्गशब्दः अतः रूपद्वयमस्ति एकवचने वदतु संस्कृत्याः अथवा संस्कृतेः अस्तु अग्रे संस्कृतिभ्यां संस्कृतिभ्यः अस्तु अग्रे महाभारतयुद्धार्थं कस्मात् राज्यात् कः आगतवान् इति जानीत यतोदाहरणं वाक्यानि च वदत उदाहरणं विराटराजः मत्स्यदेशः विराटराजः मत्स्यदेशात् आगतवान् सात्यकिः सात्यकिः द्वारकाः सात्यकिः द्वारकात् आगतवान् एकनिमेषः तत्र लिङ्गसम्बद्धचिन्तनं करोतु लिङ्गं किम् सात्यकिः सात्यकिः द्वारका न न न एकनिमेषः तत्र सात्यकिः द्वारकायाः आगतवान् सत्यम् अस्तु अग्रे समीचीनं भगदत्तः प्राग्ज्योतिषम् भगदत्तः प्राग्ज्योतिषम् अत्र स्थलस्य नाम सन्ति खलु स्थलस्य नामानि सन्ति सर्वाणि नामानि स्थलस्य सन्ति भगदत्तः प्राग्ज्योतिषात् आगतवान् अस्तु अग्रे द्रुपदः पाञ्चालदेशः द्रुपदः पाञ्चालदेशात् आगतवान् अग्रे कर्णः अङ्गदेशः कर्णः अङ्गदेशात् आगतवान् अस्तु सन्ध्याभगिनी अग्रे करोतु बृहद्रथः एकनिमेषः एकनिमेषः सन्ध्याभगिनी करोतु बृहद्रथः कोशलम् बृहद्रथः कोशलात् आगतवान् सम्यक् अग्रे श्रुतायुद्धः कलिङ्गः श्रुतायुद्धः कलिङ्गात् आगतवान् सम्यक् किन्तु अत्र श्रुतायुद्धः इति नास्ति युधः श्रुतायुधः अस्तु अग्रे जयत्सेनः मगधः जयत्सेनः मगधात् आगतवान् अस्तु अग्रे शल्यः मद्देशः मद्र ओ मद्रदेशः शल्यः मद्रदेशात् आगतवान् अस्तु सम्यक् अस्ति इदानीं सदे महोदय अग्रे सुधाक्षीणः काम्भोजदेशः सुदक्षिणः सुदक्षिणः काम्बोजदेशः अस्तु वाक्यं वदतु सुदक्षिणः काम्बोजस्तात् काम्बोजदेशात् आगतवान् नीलः मा महिष्मती लिङ्गं किं शब्दस्य लिङ्गं किं महिष्मती अस्तु नास्ति चेत् लिङ्गं स्त्रीलिङ्गं स्त्रीलिङ्गशब्दः खलु माहिष्मती इति शब्दः माहिष्मती तर्हि पञ्चमी माहिष्मात् न अत्र स्त्रीलिङ्गशब्दः यथा नदी नदी इति पञ्चमी जानाति वा नदी पञ्चमी ओ माहिष् नद्यः माहिष्मः अत्र नद्याः अस्ति नद्याः माहिष्मः माहिष्मः माहिष्म अनन्तरं ति अस्ति खलु त्याः माहिष्मत्याः अस्तु वाक्यस्य अन्तिमशब्दः आगतवान् आगतवान् पुनः नीलः माहिष्मत्याः आगतवान् अस्तु अस्तु अग्रे भीष्मः हस्तिनापुरात् आगतवान् शब्दं वदतु ओ शमित भीष्मः हस्तिनापुरात् आगतवान् दृष्टकेतुः चेदिदेशः दृष्टकेतुः चेदिदेशात् आगतवान् विन्दः अवन्ति विन्दः अवन्त्याः आगतवान् पाण्डवाः इन्द्रप्रस्थात् आगतवन्तः इन्द्रप्रस्थात् आगतवन्तः शकुनिः गान्धारात् आगतवान् सम्यक् अभिनवमहोदय बृहत्क्षत्रः केकयं बृहत्क्षत्रः केकयात् आगतवान् जयद्रथः सिन्धुदेशात् आगतवान् एतासु का कुतः आगता इति वदत गान्धारात् आगतवती अम्बा काशी अम्बा काश्याः आगतवती कुंती काम्बोजम् कुंती काम्बोजात् आगतवती उलूपी नागक्षेत्रम् उलूपी नागक्षेत्रात् आगतवती द्रौपदी पांचालः द्रौपदी पांचालात् आगतवती माद्री मद्रदेशः माद्री मद्रदेशात् आगतवती रुक्मिणी लास्ट रुक्मिणी कुण्डिननगरं रुक्मिणी कुण्डिननगरात् आगतवती अत्र विनाशमार्गः दर्शितः अस्ति गीताश्लोकौ परिशील्य यथोदाहरणं वाक्यानि लिखत् उदाहरण विषयध्यानात् संघः जायते संगात् कामः जायते कामात् क्रोधः जायते क्रोधात् सम्मोहः जायते सम्मोहात् स्मृतिविभ्रमः जायते स्मृतिविभ्रमात् बुद्धिनाशः जायते बुद्धिनाशात् प्रणाशः जायते अस्तु इदानीं आवरणे स्थितस्य पदस्य उचितरूपेण रिक्तं स्थानं पूरयत गाण्डीवं हस्तः श्रंसते गाण्डीवं हस्तात् श्रंसते गङ्गा स्वर्गः अवतीर्णा गङ्गा स्वर्गात् अवतीर्णा सैनिकः इषुं तूणीरः स्वीकरोति सैनिकः इषुं तूणीरात् स्वीकरोति पद्मनाभस्य मुखपद्मं गीता विनिसृता पद्मनाभस्य मुखपद्मात् गीता विनिसृता युक्तियुक्तवचः बालः शुकः अपि गृह्णाति युक्तियुक्तवचः बालात् शुकात् अपि गृह्णातु अभिमन्युः चक्रव्यूहात् बहिः आगन्तुं न शक्तः दुर्योधनः वैशम्पायनसरोवरात् बहिः आगच्छति न भवान् यथा महोदय भवान् रूपं यथा अस्ति तथा वदतु प्रथमतया अनन्तरं परिवर्तयतु अभिमन्युः चक्रव्यूहः बहिः आगन्तुं न शक्तः अभिमन्युः चक्रव्यूहात् बहिः आगन्तुं न शक्तः दुर्योधनः वैशम्पायनसरोवरः बहिः आगच्छति दुर्योधनः वैशम्पायनसरोवरात् बहिः आगच्छति कर्णः इन्द्राय तरणौ कुण्डलं दत्तवान् कर्णः इन्द्राय कर्णेभ्यः कुण्डलं दत्तवान् कर्णवतीस्य वचनं किम् द्विवचन द्विवचने सर्वदा आकारः अस्ति यत्र अकारान्त शब्दः अस्ति कर्णः कर्णशब्दः अस्ति तत्र पुल्लिङ्गे च स्त्रीलिङ्गे च आभ्याम् आभ्याम् आभ्याम् अयोः अयोः लता लताभ्याम् लताभ्याम् लताभ्याम् लतयोः लतयोः देवः दिवाभ्याम् दिवाभ्याम् दिवाभ्याम् देवयोः देवयोः तत्र आकारः अस्ति तृतीय चतुर्थी पञ्चमी कर्णः इन्द्राय कर्णाभ्याम् कुण्डलं दत्तवान् कर्णः इन्द्राय कर्णाभ्याम् कुण्डलं दत्तवान् भवितुमर्हति खलु सत्यं यथा सर्वेषां मनसि एतादृशं चिन्तनम् आसीत् इति अपि एकवचने अस्ति अत्र प्रयोगः किञ्चित् भिन्नः अस्ति अत्र एकैकः इति अतः अस्ति तत्र नाम सर्वेषाम् अत्र तत्रापि भ्रमः कुत्रचित् भवति सर्वेषाम् इति बहुवचने अस्ति सर्वेषां जनानां किन्तु प्रत्येकं जनस्य एक एव मनः इति कारणतः एकमेव मनः इति कारणतः सर्वेषां मनसि इति एकवचने अस्ति न तु बहुवचने भवति चेत् तत्र नाम प्रत्येकं जनस्य बहवः मनांसि सन्ति इति तु नास्ति अस्तु अग्रे राज्याभिषेकार्थं नद्यः जलम् आनयति नद्यः इत्यस्य वचनं किम् नद्यः बहुवचनः नदीभ्यः अस्तु राज्याभिषेकार्थं नदीभ्यः जलम् आनयति अस्तु अभिनवमहोदय अग्रे राजसूययागार्थं देशः अर्जुनः धनानि रत्नानि च आनयति राजसूययागार्थं देशेभ्यः अर्जुनः धनानि रत्नानि च आनयति कृष्णः द्वारका इन्द्रप्रस्थम् आगतवान् वनवाससमये पाण्डवाः द्वैतवनं समन्तपञ्चकं गतवन्तः अस्तु अग्रे अस्तु महोदय कर्णः इन्द्रः शक्त्यायुधं स्वीकृतवान् कर्णः इन्द्रात् शक्त्यायुधं स्वीकृतवान् भीष्मः काशी कन्याः आनीतवान् भीष्मः काश्याः कन्याः आनीतवान् अर्जुनः अग्निः गाण्डीवं स्वीकृतवान् अर्जुनः अग्नेः गाण्डीवं स्वीकृतवान् कः कस्मात् किं प्राप्तवान् इति अधः लिखितमस्ति एतस्य आधारेण यथोदाहरणं वाक्यानि वदत उदाहरणार्थम् अर्जुनः शिवात् पाशुपतास्त्रं प्राप्तवान् अर्जुनः अग्निः गाण्डीवम् अर्जुनः अग्नेः गाण्डीवं प्राप्तवान् कर्णः इन्द्रात् शक्त्यायुधं प्राप्तवान् अस्तु सन्ध्या भगिनी अग्रे पञ्चजन्यः कृष्णः पञ्चजन्यः कृष्णः पञ्च जनात् पञ्चजन्यः प्राप्तवान् अत्र पञ्चजन्यः इति अस्य द्वितीयविभक्तिः स्यात् द्वितीय अत्र प्रथमस्तम्भे प्रथमस्तम्भः तत्र कर्तृपदम् अनन्तरं द्वितीयस्तम्भे तत्र पञ्चमी विभक्तिः तृतीयस्तम्भे द्वितीय कुत्रचित् मकारः अन्ते अस्ति तत्र परिवर्तनं न भवति नो चेत् पञ्चमीविभक्तिः भवति द्वितीयविभक्तिः प्राप्तवान् अस्ति खलु प्राप्तवान् अतः द्वितीय पुनः वदतु कृष्णः कृष्णः पञ्च जनात् पञ्चजन्यः न द्वितीयविभक्तिः पञ्चजनाभ्याम् न न न न पञ्चजनः इति एकवचने अस्ति पञ्चमीविभक्तिः पञ्चजनः अनन्तरं पञ्चजन्यः इति अस्य द्वितीय पञ्चजनः पञ्चमी पञ्चजन्यः द्वितीय एकवचने अवगच्छति वा पञ्चजनः सत्यं पञ्चजनः इति एकवचने कृष्णः पञ्चजनात् पञ्चजन्यशब्दः द्वितीयविभक्तौ करोतु न यथा देवः देवः इति द्वितीय द्वितीयविभक्तिः द्विवचनं न रवि महोदय भवतः साहाय्यस्य आवश्यकता नास्ति कृष्णः पञ्चजनात् पञ्चजन्यं प्राप्तवान् अस्तु अग्रे अग्रे भगिनि भवान् श्रुतवान् वदतु वदतु अग्रे हा सम्यक् आसीत् अग्रे भीष्मः शन्तनुः इच्छामरणम् भीष्मः इच्छामरणम् इच्छामरणम् भीष्मः कः शब्दः अस्ति शन्तनुः इति श्रीलिङ्गे अस्ति तर्हि कति किमर्थं धेनुः इति वदति भवती उकारान्तशब्दः यथा उकारान्तशब्दः यथा किम् शान्तनः अस्तु पुनः वदतु शान्तनोः पुनः भीष्मः शन्तनोः शन्तनोः शन्तनोः इच्छामरणं प्राप्तवान् अस्तु अग्रे इन्द्रः कर्णः कवच कुण्डलानि इन्द्रः कर्णात् कवच कुण्डलानि प्राप्तवान् अग्रे अग्रे अर्जुनः देवाः कर्णः नास्ति अस्ति वा हा भवती त्यक्तवती कर्णः इति कर्णः अस्ति कर्णः न कर्णः इति वदतु कर्णः परशुरामः अर्जुनः न अस्तु अस्तु करोतु अस्तु आयोजनं करोतु कर्णः परशुरामः ब्रह्मास्त्रविद्या कर्णः परशुरामात् परशु परशुरामात् अस्तु वदतु ब्रह्मास्त्रविद्यां प्राप्तवान् न द्वितीयविभक्तिः किम् अस्ति लता लताम् ब्रह्मास्त्रविद्याम् अस्तु समीचीनम् एकवचने अस्ति खलु एकवचने विद्या विद्याशब्दः जानाति खलु विद्या अस्तु अर्जुनः कुर्मः युधिष्ठिरः अर्जुनः देवाः दिव्यास्त्राणि अर्जुनः देवेभ्यः दिव्यास्त्राणि प्राप्तवान् युधिष्ठिरः यक्षः सहोदराणां पुनर्जीवनं युधिष्ठिरः यक्षात् सहोदराणां पुनर्जीवनं प्राप्तवान् भीमः बलरामः गदा युद्धविद्यां भीमः बलरामात् गदायुद्धविद्यां प्राप्तवान् एतत् सम्भाषणम् उच्चैः पठत रमेशः सुरेशः अद्य भवान् प्रातः कुत्र गतवान् अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम् उपपदम् इत्युक्ते सामान्यतया नाम तत्र विभक्तिविषये कारकमस्ति अनन्तरम् उपपदविषयः अस्ति यत्र विभक्तेः सम्बन्धः भवति क्रियायां सम्बन्धः क्रियया सह सम्बन्धः अस्ति चेत् तत्र कारकसम्बन्धः अस्ति यथा अहं लेखनी अहं लेखन्या लिखामि तत्र लेखन्या इति तृतीया विभक्तिः अस्ति लिखामि तत्र लेखन्या इत्यस्य सम्बन्धः लिखामि इति क्रियापदेन सह अस्ति अतः कारकतृतीया विभक्तिः अस्ति कारकम् कारकतृतीया अस्ति किन्तु यदि अहं मित्रेण सह गच्छामि तत्र सः इति तृतीया विभक्तेः कारणं न तु गच्छामि तर्हि अहं मित्रेण सह गच्छामि इति अस्मिन् वाक्ये उपपदतृतीयाविभक्तिः अस्ति उपपदतृतीयाविभक्तिः अस्ति न तु कारकतृतीया अस्ति अहं लेखन्या लिखामि इत्यस्मिन् वाक्ये तृतीयाविभक्तिः कारकतृतीया अस्ति नाम यत्र यत्किमपि अस्ति क्रियापदेन सह सम्बन्धः अत्र तृतीयविभक्तेः कारणम् अस्ति तस्य पदस्य सम्बन्धः कीदृशसम्बन्धः अस्ति क्रियया सह कीदृशसम्बन्धः तत्र अहं स्यूतं ददामि स्यूतम् इति का विभक्तिः द्वितीयविभक्तिः अस्ति कर्मपदमस्ति कर्मपदमस्ति खलु तत्र ददामि इति सकर्मकक्रिया अस्ति सकर्मकक्रिया अस्ति सकर्मकधातुः अस्ति अतः कर्मपदं भवति यदि अहं वदामि अहं उपविशामि तत्र अहं स्यूतम् उपविशामि इति वाक्यं भवति वा न भवति यतोहि तत्र उपविशामि इति अकर्मकधातुः अस्ति विश्धातुः तर्हि अहं स्यूतं ददामि तत्र ददामि दाधातोः कर्मपदमस्ति स्यूतः अतः द्वितीयविभक्तिः अस्ति तत्र कारकद्वितीया अस्ति किन्तु यदि अहं वदामः पुरुषं परितः बहवः जनाः आसन् पुरुषं परितः तत्र आसन् इति कारणतः द्वितीयविभक्तिः इति न किमर्थं द्वितीयविभक्तिः अस्ति तत्र परितः इति कारणं तत्र उपपदद्वितीयविभक्तिः अस्ति तर्हि यत्र सः अस्ति तृतीयाविभक्तिः मित्रेण सह अथवा पुरुषं विना तत्र उपपदविभक्तिः भवति न तु कारकविभक्तिः अत्र पञ्चमीविभक्तिसम्बन्धे अत्र अपि उपपदविभक्तिः भवति अत्र क्रियापदं कारणम् इति नास्ति अस्तु पठतु सुरेश अद्य भवान् प्रातः अस्तु अस्तु सम्भाषणमस्ति वा रमेशः सुरेशः अस्तु रमेशः इति भवती एव करोतु अनन्तरं सुरेशः इति रविमहोदय करोतु रमेशः सुरेश अद्य भवान् प्रातः कुत्र गतवान् अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम् मातुलः आगतवान् सः माम् इतः जन्तुशालां नीतवान् जन्तुशालायां सिंहं दृष्टवान् वा आम् भोः परन्तु सिंहः पञ्जरात् बहिः एव भ्रमति वयं याने उपविश्य तं दृष्टवन्तः तत्र एकः आरक्षकः एकं मृगं सिंहात् रक्षितवान् मम तु सिंहात् भीतिः कदा ततः गृहम् आगतवान् नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम् द्विवादने जन्तुशालायाः बहिः आगतवान् चतुर्वादने गृहं प्राप्तवान् पञ्चवादनात् परम् अहं मम गृहे एवम् आसम् अत्र रक्तवर्णे यानि पदानि सन्ति तत्र उपपदपञ्चमी अस्ति तर्हि एतेषां पदानां प्रयोगः यत्र भवति तत्र पञ्चमी भवेत् अतः पश्येम अत्र अष्टवादनात् आरभ्य तस्मात् दिनात् आरभ्य अहं सम्यक् रूपेण अधीतवान् अनन्तरं बहिः गृहात् बहिः भवनात् बहिः तत्र बहिः इति पञ्चमीविभक्तेः कारणमस्ति अनन्तरं रक्षितवान् इति सिंहात् इति भवेत्. सिंहात् इति रक्तवर्णे अस्ति वा? अत्र रक्षितवान् इति तत्र तत्र लेखनदोषः अस्ति. रक्षितवान् न सिंहात् रक्षितवान्. एकनिमिषः, अत्र एकः आरक्षकः एकं मृगं सिंहात् रक्षितवान्. अत्र सिंहात् इत्यस्य पञ्चमी अस्ति. रक्षितवान् इति कारणं रक्षितवान्, किन्तु अत्र अस्तु. अत्र उच्यते यत् उपपदपञ्चमी अस्ति. रक्षितवान् वस्तुतः क्रियापदं क्रियापदं नास्ति, किन्तु क्रियापदस्य कार्यं करोति. अतः अत्र कारकपञ्चमी इति अहं चिन्तयामि, यतोहि रक्षति. रक्षति इति अस्ति चेत् सिंहात् रक्षति. सिंहात् रक्षति इति अस्मि तत्र कारकपञ्चमी अस्ति, न तु उपपद. अत्र उपपद पञ्चमी नास्ति. मम तु सिंहात् भीतिः. अत्र अस्ति उपपदपञ्चमी, भीतिः उपपदपञ्चमी. अस्तु, बहिः द्विवादने जन्तुशालायाः बहिः आगतवान्. अनन्तरं पञ्चवादनात् परं पञ्चवादनात् परं तत्र परम् इत्युक्ते अनन्तरं परं यत्र अस्ति तत्र पञ्चमीविभक्तिः भवति. तर्हि आरभ्य बहिः रक्षति परं भयं येषां पञ्चमीविभक्तिः भवति. किन्तु अत्र लिखितमस्ति यद् रक्षति इति उपपदं, न जानामि किमर्थं तथास्ति. उपपदपञ्चमी नास्ति इति अहं मन्ये. अस्तु, अग्रे अभ्यासः अस्ति. तर्हि अग्रे गच्छामः. इदानीं क्षेत्र भगिनी भवतु. आवर्णे दत्तानां शब्दानां पञ्चमीविभक्तिरूपैः यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणार्थं नगरात् बहिः नदी प्रवहति नगरं. तर्हि ओके, सो एकं प्रकोष्ठः बहिः बालाः क्रीडन्ति. प्रकोष्ठात् बहिः बालाः क्रीडन्ति. गृहं बहिः वृक्षाः सन्ति. गृहात् बहिः वृक्षाः सन्ति. वाटिका बहिः मार्गाः सन्ति. वाटिकायाः बहिः मार्गाः सन्ति. पञ्चवादनम् आरभ्य मन्दिरम् उद्घाटितं भवति. पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति. बाल्यकाल बाल्यकालः आरभ्य एव कृष्णः बहिः बहुः चटुलः आसीत्। बाल्यकालात् तत्र नाम लघु यत्र शिशुः अस्ति, शिशुकालः, शिशुः तत्र यदा भवान् लघु आसीत्, भवान् पञ्चवर्षीयः अस्ति, तत्र बालकः आसीत्, बालः बालकाले, बाल्यकाले यदा वयं बालाः आसन् आस्म। बाल्यकालात् आरभ्य एव कृष्णः बहुः चटुलः आसीत्। पौषमासः आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति। पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति। सायंकालः सः प्रतिदिनम् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति। सायंकालात् सः प्रतिदिनम् आरभ्य सायंकालात् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति। अस्तु अग्रे अभिनन्दनम्। देवः सज्जनान् दुष्टाः रक्षति। देवः सज्जनान् दुष्टेभ्यः रक्षति। आरक्षकाः देशं चोराः रक्षन्ति। आरक्षकाः देशं चोरेभ्यः रक्षन्ति। सैनिकाः शत्रुभ्यः राष्ट्रं रक्षन्ति। सैनिकः शत्रुभ्यः मूलरूपमस्ति शत्रुः शत्रुभ्यः राष्ट्रं रक्षन्ति। हे देव माम संकटानि रक्ष। हे देव माम संकटेभ्यः रक्ष। चैत्रं परं वैशाख मासः भवति। चैत्रात् परं वैशाख मासः भवति। शनिवासरः परं रविवासरः भविष्यति। शनिवासरात् परं रविवासरः भविष्यति। परिश्रमः परं फलं प्राप्नुवन्ति जनाः। परिश्रमात् परं फलं प्राप्नुवन्ति जनाः। अस्तु महोदय अग्रे। संस्कृतपाठनं परं भवान् किं करिष्यति? संस्कृतपाठनात् परं भवान् किं करिष्यति? मोषकस्य बिडालः भीतिः भवति. मोषकस्य बिडालात् भीतिः भवति. भीरुः तु अल्पम् अपि विभेति बिभेति. भीरुः तु अल्पात् अपि बिभेति. कः अपि मा भीः इति विवेकानन्दः गर्जितवान्. एकवचने कः कस्यति षष्टि कस्मात् कस्मात् अपि मा भीः इति विवेकानन्दः गर्जितवान्. कस्मात् भीः नाम भयं भयम् इति अर्थः. तत्र लुङ्कारः अस्ति भूतकालः. कस्मात् अपि मा भीः इति विवेकानन्दः गर्जितवान्. अस्तु. चटुलः इत्युक्ते चटुलः चटुलः नाम चतुरः. सत्यम्. वचनं किम् अष्ट वचनं कुत्र अस्ति? अष्ट वचनमस्ति. बहुवचनं बहुवचनं. किमर्थं? दुष्टाः. अत्र दुष्टाः अस्ति. ओ बहुवचने अस्ति. दुष्टाः इति बहुवचने अस्ति. अस्तु. इदानीम् अग्रे किमस्ति? पञ्चमीभक्तिः. सर्वनाम. अस्तु. सर्वनाम्नाम् अभ्यासः अस्ति अत्र. सर्वनाम्नाम् अभ्यासः इति सर्वे कुर्वन्तु गृहे. इदानीम् अस्तु, एकवारं पश्येम रूपाणि कानि इति. तत्र अत्र एकवचने, द्विवचने, बहुवचने अस्ति. पुल्लिङ्गे तदा स्त्रीलिङ्गे. तर्हि एकवारं वदेम वदामः एक मिलित्वा अनन्तरं विरामः भवति. अत्र तस्मात् सर्वे वदन्तु. तस्मात्. ताभ्यां. तेभ्यः. तस्याः. स्त्रीलिङ्गे तस्याः. ताभ्यां. ताभ्यः. अस्तु. इदानीं पुल्लिङ्गे एतस्मात्. एताभ्याम्. एतेभ्यः. स्त्रीलिङ्गे एतस्याः. एताभ्याम्. एताभ्यः. अस्तु. इदानीं कः शब्दः किं पुलिङ्गेकवचने पुलिङ्गे? कस्मात्. काभ्यां. केभ्यः. स्त्रीलिङ्गे कस्याः. काभ्यां. काभ्यः. अस्तु. इदानीं सर्वशब्दः पुल्लिङ्गे सर्वस्मात्. सर्वाभ्यां. सर्वेभ्यः. स्त्रीलिङ्गे सर्वस्याः. सर्वाभ्यां. सर्वाभ्यः. मनसि भवेत् यत् सर्वशब्दः एकवचने भवति, एकवचने अपि भवति. सर्वः जनः, सर्वः लोकः. सर्वः लोकः इति शास्त्रीयप्रयोगः अस्ति. आल् द वर्ल्ड्, सर्वः लोकः. अतः सर्वशब्दः एकवचने, द्विवचने, बहुवचने अपि भवति. अस्तु. तत् तस्य अभ्यासं कुर्वन्तु. अत्र ये श्लोकाः सन्ति अग्रिमे सप्ताहे वयं पठिष्यामः. अग्रे तः पर्यन्तं भवन्तः सर्वे पठन्तु, अपि च अस्य अभ्यासं कुर्वन्तु एव. तः पर्यन्तमिति कुर्वन्तु. अनन्तरं वारम् अद्यारभ्य इति अपि कुर्वन्तु. एतत् सर्वं बहु अतीव सुलभमस्ति. तः पर्यन्तम्, अनन्तरं वारम् अद्यारभ्य, अथवा अग्रे एतत् अत्र तः पर्यन्तं न प्रथम त्रिंशत्तमं पाठं कुर्वन्तु त्रिंशत्तमः पाठः तः पर्यन्तम् इति विषयः अग्रिमविषयः अस्ति कति वारं पठानि इति वारम् अद्य आरभ्य अनन्तरम् एतदपि किमपि नास्ति नाम शीघ्रं मन्दम् उच्चैः शनैः एतत् सर्वम् अभ्यासपुस्तकस्य विषयाः सन्ति एतत् सर्वं नाम पाठत्रयं कुर्वन्तु कर्तुं शक्नुवन्ति खलु मम मनसि एवमस्ति यत् पञ्चदशनिमेषेषु समाप्यते अधिकसमयः नापेक्षितः अस्ति अर्धघण्टायां भविष्यति अनन्तरम् अग्रिमसप्ताहे अत्र क्त्वाति विषयः अस्माकं भविष्यति समीचीनं वा अस्तु विरमामः तर्हि नमस्कारः धन्यवादः